सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः. भगिनी एकवारं स्मारयतु. विद्यानरस्य रूपमधिकम् प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीना पशुः. ॐ श्री गुरुभ्यो नमः. ॐ धन्यवादाः भगिनी. लृट्लकारः इति विषयः प्रवर्तमानः अस्ति. अस्माकं पाठं प्रति गमनात् पूर्वम् एकं प्रष्टुमिच्छामि. अस्माकं वर्गस्य ध्वनिमुद्रणानि प्राप्तानि वा, अथवा भवन्तः सर्वे सम्यक् ध्वनिमुद्रणानि श्रोतुं शक्नुवन्ति वा? अस्माकं वर्गस्य ध्वनिमुद्रणानि श्रोतुम् अशक्यानि वा? शक्यते भगिनि. इदानीं समस्या नास्ति. नास्ति नास्ति. उत्तमं. गते वर्गे केचन प्रश्नाः आगताः, तेषां प्रसङ्गे आदौ किञ्चित् उक्त्वा पाठं प्रति सरेम. वच् धातुतः वाच्यम् इति पदं ण्यत् प्रत्ययस्य योजनेन निर्मातुं शक्नुमः. वाक्यम् इति पदमपि वच् धातोः रूपमेव, तत्रापि प्रत्ययः तु ण्यत्. ण्यत् प्रत्ययस्य योजनेन वच् धातुतः वाच्यं वाक्यम् इति पदद्वयं वयं सर्वे जानीमः खलु. रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकमस्ति. तेन वार्तिकेन ऋकारे अपि रेफस्य अंशः अस्ति इति कारणतः तत्रापि ऋकारस्य निमित्तेन णत्वं भवितुमर्हति इति वयं पठितवन्तः. रुवर्णात् नस्य णत्वं वाच्यम् इति एकं वार्तिकमस्ति. अपि च गीतायाः श्लोकः अस्ति, उत्तमः श्लोकः, सर्वैः ज्ञातव्यः सः श्लोकः. इदं ते न तपस्काय न भक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति. गीतासारः अस्ति. गीतासारः कस्य कृते वक्तव्यम् इति प्रश्ने सति अतपस्काय, अभक्ताय, अशुश्रूषवे, यः अभ्यसूयति मां प्रति, तेषां प्रति न वक्तव्यम्. अपि च गते वर्गे भवानी इति पदस्य रूपसिद्धिः कथं भवति, तत्र एकं सूत्रमस्ति. इन्द्रवरुणभव शर्वरुद्रमृड हिम अरण्य यव यवन मातुल आचार्याणाम् आनुक् इति सूत्रमस्ति. तत्र आनुक् इति प्रत्ययः विहितः भवति इति मया पठितं, तदर्थं प्रेषितवती. अपि च इतः, कुतः, ततः, यतः ईदृशानि पदानि अव्ययानि. तत्र पञ्चम्यास्तसिल् इति सूत्रेण इमानि पदानि अव्ययपदानि, अपि च एतेषां पदानां प्रातिपदिकमस्ति. प्रातिपदिकं स्वीकृत्य तसिल् इति प्रत्ययस्य योजनेन निर्मितानि पदानि. अत्र प्रातिपदिकानि सर्वादिगणे सन्ति. इत्युक्ते सर्वादिगणः नाम्ना एकः गणः अस्ति, तस्मिन् गणे इमानि पदानि अन्तर्भूतानि. सर्वादिगणीयशब्देभ्यः तसिल् प्रत्ययस्य योजनेन ईदृशानि पदानि सिद्ध्यन्ति. अपि च गीताञ्जलिभगिन्या पृष्टमासीत् तत्र पाठशालातः, गृहतः इत्यादीनि पदानि अपि सन्ति खलु इति पृष्टवती. तत्र तु प्रत्ययः भिन्नः, तसिल् प्रत्ययः भिन्नः, तसि प्रत्ययः भिन्नः, किन्तु एतत् प्रत्ययद्वयं तद्धितप्रत्ययः एव. इत्युक्ते प्रातिपदिकं स्वीकृत्य तसिल् प्रत्ययस्य योजनेन किं शब्दात् कुतः इति पदं सिद्ध्यति. नामपदस्य प्रातिपदिकं स्वीकृत्य तसि प्रत्ययस्य योजनेन अन्यानि रूपाणि सिद्ध्यन्ति. इत्युक्ते सुदामः इति पदमस्ति चेत् सुदामतः, अर्जुन इति प्रातिपदिकं स्वीकृत्य तसि प्रत्ययस्य योजनेन अर्जुनतः चोरतः वासुदेवतः हिमवत्तः एवमेव गृहतः एतादृशानि पदानि साधयितुं शक्नुमः. तत्र प्रत्ययः भिन्नः इति अवगन्तव्यः विषयः. किन्तु इमानि पदानि अव्ययानि, अपि च वच् धातोः रूपमेव विवक्षा. विवक्षा इति पदं कथं साधनीयम् इति मया पठितं, तदर्थं तत् करपत्रमपि प्रेषितवती. अपि च गते वर्गे एकः प्रश्नः आगतः. प्रश्नः कः? णत्वस्य प्रसङ्गे कक्षायाः अन्तिमभागे वयं किञ्चित् चर्चितवन्तः. गते वर्गे एकः श्लोकः आगतः, तस्मिन् श्लोके कर्मयोगेन इति पदम् आगतम्. कर्मयोगेन इति पदस्य प्रसङ्गे अणत्वं भवति वा न भवति वा इति प्रश्नः आगतः. तत्र चिन्तनं कथं भवेत्? कोऽपि वक्तुमिच्छति वा? नो चेत् अहं वदामि. कर्मयोगेन इति पदमस्ति श्लोके एव, गीतायाः श्लोकः अस्ति. श्लोकः कः? लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ, ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् इति श्लोकः अस्ति. कर्मयोगेन योगिनां दर्शनभगिन्या उक्तमस्ति. कर्मयोगेन इति पदस्य प्रसङ्गे णत्वचिन्तनं करणीयम्. का वक्तुमिच्छति अत्र? गोमती भगिनी, भवती वक्तुमिच्छति वा? भगिनी, वयं पूर्णतया णत्वप्रकरणं पठितवन्तः. अष्टमाध्याये चतुर्थपादे णत्वप्रकरण प्रत्ययः सर्वं दत्तं. 35-39 सूत्रास् आर् देर् बट् सर्वम् अहं नाट् एबल् रिमेम्बर् भगिनी, बट् ऐ नो वेर् द आन्सर् लैस्, ऐ केन् फैण्ड् औट् बट् इदानीं न स्मरामि. वदतु भगिनी. प्रातिपदिकान्तनं विभक्तिषु इति सूत्रेण वा? उत्तमं महोदय, भवान् वक्तुमिच्छति चेत् वदतु, नो चेत् अहं किञ्चित् स्मारयामि. उत्तरपदस्य नकारस्य पूर्वपदस्य रेफशकार कारणेन नत्वं केवलं तद्भवति यत्र विभक्ति नास्ति, किं विभक्त्यन्तं नास्ति, प्रत्ययः सम्यक् न जानाति भगिनि, विशिष्टः अस्ति. भवन्तः पठितवन्तः इति मत्वा स्मारयामि. तत्र किं किं भवति तस्मिन् प्रसङ्गे किञ्चित् चिन्तनं कृतवती अहम्, अतः वदन्ती अस्मि. णत्वस्य कृते निमित्तं कस्मिन् पदे अस्ति? पूर्वपदे अस्ति वा उत्तरपदे अस्ति वा इति तत्र द्रष्टव्यम्. अपि च पदम् अखण्डपदम् अस्ति वा सखण्डपदम् अस्ति वा इति आदौ द्रष्टव्यम्. अखण्डपदम् इत्युक्ते एकमेव पदम्, एकस्मिन्नेव पदे एव रेफः वा ऋकारः वा षकारः वा, इत्युक्ते एकस्मिन्नेव पदे निमित्तमपि अस्ति दन्त्यनकारः अपि अस्ति चेत् तदा अखण्डपदम् इति वदामः. सखण्डपदमस्ति वा इति द्रष्टव्यम्. सखण्डपदम् इत्युक्ते समस्तपदम्. सखण्डपदे पदद्वयं भवितुमर्हति. सखण्डपदे कदाचित् पूर्वपदम् उपसर्गः अपि भवितुमर्हति. उपसर्गः अपि पदमेव. सखण्डपदे पूर्वपदम् उपसर्गः भवति चेत् उपसर्गे निमित्तमस्ति वा इति अपि द्रष्टव्यम्. सखण्डपदम् अस्ति चेत् निमित्तं पूर्वपदे अस्ति वा उत्तरपदे अस्ति वा, तत्र कीदृशी स्थितिः अस्ति, दन्त्यनकारः कुत्र अस्ति, निमित्तं कुत्र अस्ति. निमित्तम् इत्युक्ते एतेषु त्रिषु वर्णेषु अन्यतमवर्णः. एतेषु इत्युक्ते रेपः, ऋकारः, षकारः. एतेषु त्रिषु वर्णेषु अन्यतमवर्णः, तस्य नाम निमित्तम् इति वदामः. निमित्तात् साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् तदा रषाभ्यां नोणः समानपदे इति सूत्रेण कार्यं भवति. निमित्तात् परं केचन वर्णाः भवितुमर्हन्ति, केचन वर्णाः तत्र व्यवधानरूपेण सन्ति चेत् बाधकवर्णाः भवन्ति. रेफदन्त्यनकारयोः मध्ये केचन वर्णाः व्यवधानरूपेण बाधकवर्णाः भूत्वा तत्र सन्ति चेत् तदापि णत्वं न भवति. तत् अट्कुप् वाङ्नुं व्यवायपि इति सूत्रेण उच्यते. इत्युक्ते व्यवधानरूपेण केचन बाधकवर्णाः सन्ति चेत् णत्वं न भवति, नो चेत् भवति इति. अपि च भगिन्या किमुक्तं? णत्वप्रकरणे 39 सूत्राणि सन्ति. तेषु 6 सूत्राणि अणत्वनिषेधकसूत्राणि. आहत्यत्र प्रसिद्धानि अणत्वविधायकसूत्राणि दश सन्ति. तत्र विधायकसूत्राणि अपि सन्ति, निषेधकसूत्राणि अपि सन्ति. पदान्तस्य इति णत्वनिषेधकसूत्रम्. अपि च अत्र महोदयेन एकं सूत्रमुक्तमस्ति, प्रातिपदिकान्त नुम् विभक्तिषु च. प्रातिपदिकान्त इति एकं पदं, नुम् अन्यत् पदं, विभक्तिषु च इत्युक्ते एतेषु त्रिषु स्थितिषु पदं समस्तपदमस्ति चेदपि णत्वं भवितुमर्हति. तत्र वार्ताकः साधारणतया पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्तिनकारः अस्ति चेत् णत्वं न भवति. किन्तु विशिष्टस्थितिषु विशिष्टसूत्रेण तत्र णत्वं भवितुमर्हति समस्तपदेषु अपि. समस्तपदेषु रषाभ्यां नोणः सूत्रेण णत्वं न भवति. किमर्थं चेत् समस्तपदम् इति वदामश्चेत् तत्र पदद्वयम् अस्ति, एकस्मात् अधिकं पदमस्ति. तत्र प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रेण किमुच्यते? प्रातिपदिकान्त इति पदं स्वीकुर्मः चेत् तत्र दन्त्यनकारः प्रातिपदिके एव अस्ति. उदाहरणं वदामि, माषवापिणौ इति समस्तपदं, पूर्वपदं माष, तत्र षकारः निमित्तम् अस्ति. उत्तरपदं वापिन्, वापिन् इति नकारान्तपदम् अस्ति. इत्युक्ते प्रातिपदिके एव नकारः अस्ति. तादृशी स्थितिः अस्ति चेत् पूर्वपदे निमित्तम् अस्ति, उत्तरपदे प्रातिपदिके एव नकारः अस्ति. तादृशी स्थितिः अस्ति चेत् प्रातिपदिकान्तनुं विभक्तिषु च सूत्रेण पूर्वपदे स्थितस्य षकारस्य प्रभावेण उत्तरपदे णत्वं भवितुमर्हति इति प्रथमा स्थितिः, माषवापिणौ इति रूपं सिद्ध्यति. द्वितीयमस्ति नुम्. नुम् इत्युक्ते किम्? पूर्वपदे निमित्तमस्ति, उत्तरपदे नुम् सम्बद्धनकारः अस्ति. नुम् सम्बद्धनकारः इत्युक्ते किम्? प्रथमाविभक्ति बहुवचने, द्वितीयाविभक्ति बहुवचने नपुंसकस्य झलचः इति सूत्रेण सुबन्तप्रक्रियायाम् एतत् सर्वम् आयाति. प्रथमाविभक्ति बहुवचने, द्वितीयाविभक्ति बहुवचने नपुंसकस्य झलचः इति सूत्रेण नुम् आगमः भवति. नुम् सम्बद्धनकारः उत्तरपदे अस्ति, पूर्वपदे निमित्तम् अस्ति, तस्यां दशायाम् अपि अणत्वं भवितुमर्हति इति. उदाहरणार्थं माषवापाणि इति पदमस्ति, माष इति पूर्वपदं, वापाणि इत्यत्र फलानि इव तत्र दन्त्यनकारः अस्ति. प्रथमाविभक्ति बहुवचनं, द्वितीयाविभक्ति बहुवचनं, तत्र नुम् भवति. नुम् सम्बद्धनकारः उत्तरपदे अस्ति चेत्, पूर्वपदे निमित्तमस्ति चेदपि प्रातिपदिकान्तनुम् विभक्तिषु च सूत्रेण णत्वं भवति. तृतीया स्थितिः अस्ति, तस्मिन्नेव सूत्रे स्थितित्रयम् उक्तमस्ति. विभक्तिषु च इत्युक्ते पूर्वपदे निमित्तमस्ति, उत्तरपदे विभक्तिसम्बद्धनकारः अस्ति इति अर्थः. विभक्तिसम्बद्धनकारः इत्युक्ते किम्? फलम् इत्यस्य रूपं फलेन इति भवति. रामः अस्ति चेत् रामेण भवति. तत्र इन इति रूपं कथमायाति? सुप्रत्ययेषु तृतीयाविभक्ति एकवचनप्रत्ययः टा इति अस्ति, टा प्रत्ययः अस्ति. टा प्रत्ययस्य स्थाने टा नसि नसामिनात् स्याः इति सूत्रेण इन आदेशः भवति इति कारणतः, प्रत्ययादेशः भवति इति कारणतः येन इति रूपं भवति. तत्र गुणसन्धिकार्यं भूत्वा येन, रामेण, फलेन एवं रूपाणि भवन्ति. तत्र इन आदिष्टः भवति खलु, अतः तत्र नकारः अस्ति. सः नकारः विभक्तिसम्बद्धनकारः. एवमेव षष्टिविभक्तिबहुवचनरूपमपि रामाणाम् इत्यत्रापि विभक्तिसम्बद्धनकारः अस्ति. इत्युक्ते पूर्वपदे निमित्तमस्ति, उत्तरपदे विभक्तिसम्बद्धनकारः अस्ति चेत् पूर्वपदस्य निमित्तकारणात् उत्तरपदे दन्त्यनकारस्य स्थाने मूर्धन्यनकारः भवति इति प्रातिपदिकान्तनुं विभक्तिषु च सूत्रेण उच्यते. एतदवगन्तुं रूपाणि वदामि, माषवापेण, रविमयूखेण, वर्षभोग्येण, वारिवाहाणां. रविमयूखेण, तत्र रवि इत्यत्र रेफः अस्ति, मयूखेण इति तृतीयाविभक्त्यन्तं रूपं, वारिवाहाणां, चक्रवाकेण, चक्र इत्यत्र निमित्तमस्ति, चक्रवाकेण, हर्षभावेण. प्रभावेन इत्यत्र किं भवति? रूपद्वयं भवितुमर्हति. प्रभावेण इत्यत्र पूर्वपदमस्ति प्र, प्रायिति उपसर्गः अस्ति, उपसर्गः अपि पदमेव. प्रभावेन सखण्डपदम् इत्युक्ते पदद्वयमस्ति, तत्र प्रभावेन इति एकं रूपं, प्रभावेण इति अन्यद् रूपं, रूपद्वयमपि साधु. तत्र विकल्पेन णत्वं भवति, किन्तु प्रयोगेण इत्यत्र नित्यरूपेण णत्वं भवति. तदर्थं सूत्रमस्ति, कुमति च इत्युक्ते पूर्वपदे निमित्तमस्ति, उत्तरपदे कवर्गवती वर्णः अस्ति इत्युक्ते कवर्गीय अन्यतमव्यञ्जनमस्ति चेत् नित्यरूपेण तत्र णत्वं भवति इति कुमति च इति सूत्रेण उच्यते. प्रयोगेण इत्यत्र नित्यरूपेण णत्वं भूत्वा णत्वसहितं रूपमेव लेखनीयम्. अपि च वर्षभोग्येण, वर्ष इत्यत्र रेफः अस्ति, षकारः अस्ति, किन्तु तत्र षकारः एव निमित्तं भवति, न तु रेफः. यद्यपि निमित्तद्वयमस्ति तथापि रेफः तत्र निमित्तं न भवितुमर्हति, षकारः एव निमित्तं भवितुमर्हति वर्षभोग्येण इत्यत्र. षकारस्य प्रभावेण भोग्येण इति उत्तरपदमस्ति. भोग्येण इत्यत्र भकारः अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण सः वर्णः भवितुमर्हति. तत्र गकारः कवर्गीयवर्णः अस्ति खलु, अतः णत्वं नित्यरूपेण भवति इति कृत्वा वर्षभोग्येण अथवा वर्षभोगिण इत्यादिषु पदेषु णत्वं नित्यरूपेण भवति. इदानीम् अस्माकं पदमस्ति कर्मयोगेन, यथा महोदयेन उक्तं तत्र णत्वं भवितव्यं. चिन्तनं किं? तत्र सखण्डपदं, पदद्वयमस्ति, समस्तपदमस्ति, कर्म इति पूर्वपदमस्ति, योगेन इति उत्तरपदमस्ति. योगेन इत्यत्र नकारः विभक्तिसम्बद्धनकारः, विभक्तिसम्बद्धनकारः अस्ति इति कारणतः तत्र पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्त्यनकारः अस्ति. प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रेण णत्वं भवितव्यं. तत्र यथा प्रयोगेण इत्यत्र नित्यरूपेण णत्वं भवति, तथा एव अत्रापि कर्मयोगेण इति भवितव्यं, नित्यरूपेण भवितव्यं. किमर्थं चेत् योगेन इत्यत्र कवर्गवतीवर्णः गकारः अस्ति, अतः णत्वं भवितव्यं. किन्तु किमर्थं नास्ति इति प्रश्नः आगतः. तत्र कारणं किम्? भगवद्गीतायां यद् लिखितमस्ति तत्तु आर्षप्रयोगः, इत्युक्ते कर्मयोगेण इति एव भवितव्यं, किन्तु ऋषिभिः कृतं वाक्यं तत्, अतः तत् सम्यक् एव. किन्तु सूत्राणि आधारीकृत्य वदामश्चेत् कर्मयोगेण इति एव भवितव्यम् इति उत्तरं मया प्राप्तम्. भवन्तः किं चिन्तयन्ति भगिनि? इदानीं श्रूयते किं? वदतु. तत्र भगवद्गीतायां तत्र तिष्ठते अपि अस्ति, प्रयोगाः तु अन्याः सन्ति एव भगवद्गीतायां. इत्युक्ते पाणिनेः सूत्राणाम् आधारेण वक्तव्यं चेत् भगवद्गीतायां केचन प्रयोगाः आर्षप्रयोगाः सन्ति. भगवद्गीतायां तादृशप्रयोगः अस्ति इति मत्वा वयं तादृशप्रयोगः न करणीयः, अस्माभिः न करणीयं. पाणिनेः सूत्राणाम् आधारेण एव पदानि निर्मितानि भवन्ति संस्कृतभाषायाम्. आर्षप्रयोगः अस्ति इति कारणतः तत्र दोषः अस्ति इति मा वदतु. ऋषिभिः कृतं तत्, तदर्थं तत् साधु एव आर्षप्रयोगः इति मया श्रुतं, तदेव वार्ता तत्र. अपि च भवतां कृते एकम् पदं वदामि, यद्यपि विषयान्तरमस्ति तथापि किञ्चित् अभ्यासः भवति इति मत्वा एकमेकं पदं वदामि. भवन्तः सर्वे चिन्तयित्वा तत्र णत्वं किमर्थं भवति इति एकवारं वदन्तु. अरविन्दमहोदय, नारायणः, दर्शनभगिनी विषान्नं, गोमतीभगिनी विषण्णवदनः, गीताञ्जलिभगिनी परिपोषणं, रोहिणीभगिनी बृहन्नला, सूर्यकुमारीभगिनी अन्तरिक्षेण, गोमतीभगिनी एव रामायणं, अरविन्दमहोदय शूर्पणखा, अपि च रोहिणी भगिनी मृषावचनं. पुनः वदामि, मृषावचनम् ईदृशानि पदानि मम पुरतः सन्ति, भवन्तः चिन्तयन्तु. तत्र ऋणत्वं भवति वा न भवति वा, भवति चेत् तत्र स्थितिः का, तत्र चिन्तनं किम् इति वक्तव्यम्। अहं वदामि भगिनि। वदतु। अन्तरिक्षेण णत्वं भवति, अट्कुपुवाङ् व्ययमेपि नं व्यवयेपि सूत्रेण। इतोपि वदतु, निमित्तं किम्? षकारः, तदनन्तरं एकारः अस्ति चेत् दशाभ्यां नूनः न भवति, अट्कुपुवाङ्नं व्यवयेपि सूत्रेण एकपदम् अस्ति चेत् णत्वं भवति। अत्र निमित्तद्वयमस्ति, तत्र निमित्तं किं वस्तुतः? षकारः। अन्तरिक्षेण इत्यत्र रेफः अपि अस्ति, क्षकारस्य अङ्गत्वेन स्थितः षकारः, षकारस्य अङ्गत्वेन स्थितः षकारः एव निमित्तं भवितुमर्हति। किमर्थम्? समीपे अस्ति। उत्तमं, समीपे अस्ति इति कारणतः। तत्र रूपं कथं लेखनीयम्? अन्तरिक्षेण क्ष, क्ष अन्तरिक्षेण इति लेखनीयं। तत्र स्थितिः का इत्युक्ते अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण अत्र णत्वं भवति। किमर्थं चेत् षकारस्य साक्षात् अनन्तरं दन्तेनकारः नास्ति, मध्ये एकारः अस्ति इति कारणतः अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण णत्वं भवति। साधु भगिनि, उत्तमम्। अरविन्द महोदय वदतु। नारायण एवं शूर्पणक उभयस्तरे पूर्वपदात् संज्ञायामाङ्ग इति सूत्रेण भवति, इति समस्तपदस्य पूर्वपदे स्थितायां रेफषकार अभ्यास उत्तरपदस्य नकारस्य संज्ञायां विषये नकारादेशो भवति इति। सम्यक् वा? रामायणम् इत्यत्र पूर्वपदात् संज्ञायामगः इति सूत्रेण णत्वं भवति। पूर्वपदे निमित्तमस्ति रामस्य अयनम् इति विग्रह। नारायणशूर्पणक, नारायणशूर्पणक तथा तत्रापि संज्ञा अस्ति न, पूर्वपदात् इति पूर्वपदे निमित्तमस्ति, संज्ञा अस्ति इति कृत्वा तत्र रेफ् आदेशः भवति नकारस्य। उत्तमम्। संज्ञापदमस्ति इति कारणतः पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्त्यनकारः अस्ति। रामायणम् इत्यत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् रामस्य अयनम्, अयनम् इत्युक्ते किं वदामः, जर्नि वा? जर्नि, यात्रा, यात्रा। उत्तमम्। अत्र पूर्वपदात् संज्ञायाम् अगः, अगः इति अपि अस्ति। नारायणः तत्र किं वक्तव्यं, महोदय वदतु। नारायण नर नरस् नर अयनम् अस्ति उत्तरपदं, पूर्वपदमस्ति नर नरा जलम् अयनम् इति अस्ति वा? अट्कुप्वाङ्नुं व्यवायेपि इत्यनेन भवति इति मम चिन्तनमस्ति महोदय, नारायणः इति, किन्तु संज्ञापदमेव। संज्ञापदम् इति कृत्वा यत् कुप्वायुं प्रवाये इति उत्तरसूत्रमस्ति, परसूत्रमस्ति, पूर्वसूत्रं कार्यं करोति चेत् परसूत्रस्य प्रसक्तिः नास्ति न। तत्र चिन्तनं कथं भवेत्? सपादि अस्ति, सपादि नास्ति, सपाद्याम् अस्ति न। मम चिन्तनं किम् इत्युक्ते अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रं रामायणमित्यत्रापि तस्य कार्यमस्ति, नारायणः इत्यत्रापि तस्य कार्यम् अस्ति एव। किमर्थं चेत् मध्ये बाधकवर्णाः सन्ति चेत् णत्वं भवितुं न अर्हति। नारायणः इत्यत्र अथवा रामायणम् इत्यत्र रेफात् परम् आकारः, मकारः, आकारः, यकारः अपि च अकारः, एते वर्णाः अट्कुप्वाङ्नुं व्यवायेपि इत्यस्मिन् सूत्रे ये वर्णाः उक्ताः ते वर्णाः एव, तदर्थं तत् सूत्रं कार्यं करोति एव। पूर्वपदात् संज्ञायामगः इति सूत्रस्य प्रसक्तिः नारायणः इत्यत्र अस्ति। संज्ञा अस्ति इति कृत्वा तस्य प्रसक्तिः अस्ति इति अहं चिन्तयामि, पूर्वपरतर अन्तरङ्गबहिरङ्ग अपवादानाम् उत्तरोत्तरं पर्याय इति सर्वत्र अस्ति इति कृत्वा परसूत्रस्य बलत्वं भवति कृत्वा संज्ञायां स्थिते तस्य सूत्रस्य बलं भवति कृत्वा अत्कुप्वायुं सूत्रस्य अप्रसक्ति भूत्वा पूर्वपदात् इति सूत्रस्य बलं भूत्वा तस्य कारणं भवति इति. अन्ये किं चिन्तयन्ति? शुभदा भगिनी वदतु. मम एकः विचारः आसीत्, रामायणः रामायणं यदा समस्तपदमस्ति तथा एव नारायणम् अपि समस्तपदमस्ति वा इति चिन्तनीयं. प्रथमं तु समस्तपदमस्ति चेदेव पूर्वपदात् संज्ञायामगः इत्यस्य प्रसक्तिः अस्ति. यत्र रामायणं शूर्पणखा इत्यत्र सर्वत्र समस्तपदमिति अस्ति. शूर्पणखा इति शूर्पाणि इव नखानि यस्याः सा इति रामायणं रामस्य अयनं तदा एव तथा एव नारायणम् इति नरः नृशब्दस्य किमपि षष्ठीविभक्तिः भवितुम् अर्हति. अहम् अधुना पश्यन्ती अस्मि यत् तत्र नुः इति तस्य षष्ठीविभक्तिः अस्ति. नुः अयनम् इति भवितुम् अर्हति वा इति मम चिन्तनं, न जानामि सम्यक् वा, परन्तु नुः अयनं तत्र नर इति तस्य यदा राम अयनं भवति रामस्य अयनं रामायणं तथा एव नारायणम् इति भवति वा इति मम एकं चिन्तनमेव. नारायणः इति पुंलिङ्गपदमेव अहं श्रुतवती, नारायणम् इत्यपि अस्ति वा? नारायणः इति सामान्यं पदं खलु? आं भगिनि. सर्वे चिन्तयन्तु. दर्शना भगिनी भवती वदतु. भगिनी नारायणः प्रातिपदिकं किम्? नारायण प्रातिपदिकनकार अस्ति वा? अकारान्तप्रातिपदिकं नारायण भगिनी उक्तवती खलु. पदस्य विग्रहवाक्यं किम्? अयधातोः लुडन्तरूपम् अयनम्. किन्तु पुंलिङ्गपदं किमर्थं भवति, किमर्थं नपुंसकलिङ्गपदं नास्ति, एतत् सर्वं चिन्तनीयम्. दर्शना भगिनी वदतु. विषान्नं तत्र णत्वं न भवितुम् अर्हति यतोहि निमित्तं तु षकारान्तः अस्ति, परन्तु तस्य पार्श्वे अ अस्ति, अ तु व्यवधायकः अस्ति. अहं तत्र सूत्रं तु न जानामि, परन्तु अत्र अरविन्दो महोदयेन लिखितमस्ति तत् अट् कुप्वाङ् नुं व्यवायेपि इति सूत्रेण इति अहं मन्ये. सम्यक् अस्ति किं भगिनि? अत्र निमित्तं पूर्वपदे अस्ति, उत्तरपदे दन्त्यनकारः अस्ति, अपि च अत्र बाधकवर्णः दन्त्यनकारः अस्ति इति कारणतः भवितुं न शक्नोति. ताथा दाधा न इत्युक्ते तवर्गीयवर्णाः मध्ये बाधकवर्णाः भवन्ति. कवर्गीयवर्णः पवर्गीयवर्णः अस्ति चेत् नत्वं भवितुम् अर्हति. क्षम्यतां, परन्तु तत्र अव्यवधायकः तु क अस्ति किल स्वरः, विशा सखण्डं पदं किल, सखण्डपदं, तर्हि विषान्नं किल, विष प्लस् अ अस्ति, अव्यवधायकः किल. व्यवधानम् इत्युक्ते बाधकरूपेण केचन वर्णाः सन्ति चेत् अणत्वं न भवति. इदानीम् अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रं किं वदति इति वक्तव्यम्. अत्र गोमती भगिनी कृपया वदतु. शङ्करभाष्ये तस्य प्रसक्ति अस्ति भगिनि. शङ्करभाष्ये किं वदति इति चेत् नराणां समूहो नारं तत्र अयनं स्थानं यस्य नारायणः रेफात् परनकारस्य नत्वविधानात् सर्वप्राणिबुद्धिगुहानिवासशुद्धचैतन्यम् इत्यर्थः इति शङ्करभाष्यं भवति. णत्वविधानात् णत्वं भवति केन सूत्रेण? अट्कुप्वाङ्गपि सूत्रेण किमुच्यते वदतु. रेषाभ्यां नो नः समानपदे इति प्रथमसूत्रं. द्वितीयसूत्रम् अट्कुप्वाङ्गुं व्यवायेति अत्र समानपदे इति अनुवृत्तिरूपेण भवति. अट् इति प्रत्याहारवर्णाः, कवर्गीयवर्णः कु, पवर्गीयवर्णः पु, आङ् इति उपसर्गः, नुम् इति नुमागमात् आगम नकारः अथवा अनुस्वारः इत्य एते वर्णाः निमित्तनिमित्तिनो मध्ये अस्ति अथवा मिलित्वा ये वर्णाः सन्ति चेदपि तत्र ते बाधकवर्णाः इति न भवन्ति, नकारस्य नत्वं भवति यदा रेफः अथवा षकारः अथवा ऋकारः पूर्वमस्ति चेत् ये बाधकवर्णकरूपर्णारूपेण प्रतिबाध न कुर्वन्ति इति. विषान्नम् इति पदं स्वीकृत्य भवत्याः चिन्तनं किम्? विषान्नम् अन्नमस्ति उत्तरपदे, विषा इति पूर्वपदं, किमपि समष्टपदमस्ति. विषाय विषात् विषेण समासः समस्तपदमस्ति इति कारणतः अत्र णत्वं विशिष्टसूत्रेण भवति वा इति चिन्तनीयम्. अत्र विभक्तिसम्बद्धनकारः नास्ति, नुम् सम्बद्धनकारः नास्ति, प्रातिपदिकान्तनकारः नास्ति इति कारणतः प्रातिपदिकान्तनुम् विभक्तिषु च सूत्रेण णत्वं न भवितुमर्हति. अपि च तत्र णत्वं भवितुं बाधकवर्णः अस्ति. बाधकवर्णः कः इत्युक्ते षकारस्य अनन्तरम् अकारः अस्ति, तस्मात् परं पुनः अकारः अस्ति, तस्मात् परं दन्त्यनकारः अस्ति. दन्त्यनकारः तत्र बाधकवर्णः अस्ति. विशिष्टसूत्रेण णत्वं भवितुं शक्नोति चेदपि तत्र बाधकवर्णः मा भवेत्. अस्मिन् पदे तवर्गीयवर्णः दन्त्यनकारः एव बाधकवर्णः अस्ति इति कारणतः दन्त्यनकारः वदतु. अकिमर्थं नास्ति, अकिमर्थं नास्ति, अपि किम् अव्यवधायकः किल. अकारः अट् प्रत्याहारस्थवर्णः. भगिनी उक्तवती खलु अट् प्रत्याहारे ये ये वर्णाः सन्ति ते वर्णाः तत्र सन्ति चेदपि णत्वं भवितुं शक्नोति. अट् कुप् वाङ् नुम् व्यवायेपि इति सूत्रस्य प्रसङ्गे भगिनी उक्तवती अट् प्रत्याहारे के के वर्णाः सन्ति. अयु रुलु एवोङ् अयौच् हयवरट् इत्युक्ते पाणिनेः सूत्राणि परिशीलयामश्चेत् प्रथमसूत्रात् आरभ्य पञ्चमसूत्रपर्यन्तम् ऐवुन् अकारात् आरभ्य हयवरट् पर्यन्तं पञ्चमसूत्रपर्यन्तं ये ये वर्णाः सन्ति ते वर्णाः निमित्तनिमित्तिनोः मध्ये सन्ति चेदपि एकः वर्णः वा भवतु बहवः वर्णाः इत्युक्ते तस्य प्रत्याहारस्थवर्णाः बहवः वर्णाः तत्र सन्ति चेदपि बाधा न भवति णत्वस्य कृते. अपि च कवर्गीयव्यञ्जनानि, पवर्गीयव्यञ्जनानि, आङ् उपसर्गः, नुम् एतेषु वर्णेषु अन्यतमवर्णः, एकः वर्णः अथवा बहवः वर्णाः किन्तु एतेषु वर्णेषु अन्यतमः एव भवतु इति तेन सूत्रेण उच्यते इति वार्ता. संशयः अस्ति, विषान्नम् अत्र नकारद्वयमस्ति न, पूर्वनकारं किमर्थं वयं न स्वीकुर्मः? पूर्वनकारः एव तत्र बाधकवर्णः. बाधकवर्णः अस्ति, बाधकवर्णः इति स्वीकुर्मः चेत् बाधकवर्णः, परन्तु तदेव निमित्तिरूपेण अस्ति चेत्. अस्ति चेत् उत्तमम्. सखण्डपदमस्ति, समस्तपदमस्ति इति कारणतः प्रातिपदिकान्तनुम् विभक्तिषु च सूत्रेण अत्र णत्वं भवितव्यम्. किन्तु तेन सूत्रेण स्थितित्रयम् उच्यते, तादृशी स्थितिः अत्र नास्ति. प्रातिपदिकान्त नकारः नास्ति, नुम् सम्बद्धनकारः नास्ति, विभक्तिसम्बद्धनकारः अत्र नास्ति. अस्तु अस्तु भगिनि. रोहिणी भगिनी वदतु. बृहन्नः इति शब्दः सखण्डपदमस्ति, बृहत् नला तत्र तद् नामपदमस्ति, संज्ञापदमस्ति, तस्मात् पूर्वपदसंज्ञायाम् अग्रः इति सूत्रेण नत्वं भवितुम् अर्हति, परन्तु बाधकवर्णः तकारः भवति. अट् अट् कुपाङ्गं व्यवाये इति सूत्रेण बाधकवर्णतकारः अस्ति इति कारणतः नत्वं न भवति, बृहन्नला एवं भवति इति चिन्तयामि भगिनि. बकारोत्तरवर्ती ऋकारः एव तत्र निमित्तमस्ति, ऋकारः निमित्तमस्ति, हकारः तत्र भवितुम् अर्हति. बृहत् योगः नला इति रूपमस्ति. तत्र सन्धिकार्यं किम्? पूर्वसवर्ण भवति, सूत्रं तत्र अनुनासिकसन्धिः भवति. यरोनुनासिकेनुनासिको वा इति सूत्रेण अनुनासिकसन्धिकार्यं भूत्वा दकारस्य स्थाने नकारादेशः भवति. इत्युक्ते अनुनासिकवर्णः परः अस्ति इति कारणतः यरोनुनासिकेनुनासिको वा इति सूत्रेण अनुनासिकसन्धिः भूत्वा बृहन्नला इति रूपं भवति. पदविच्छेदं कुर्मः चेत् बृहत् योगः नला इति रूपम् अस्ति. साधु. मृषावचनं तदपि सगन्धपदमस्ति, अत्र संज्ञा नास्ति इति कारणतः प्रातिपदीयान्तरं विभक्तिषु च इति सूत्रेणापि नत्वं न भवति, तस्मात् मृषावचनम् इत्येव भवति इति चिन्तयामि. उत्तमम्. अत्र षकारः निमित्तमस्ति, अपि च उत्तरपदे वचनम् इत्यत्र दन्त्यनकारः अस्ति. षकारस्य प्रभावेण तत्र णत्वं भवति वा इति प्रश्ने सति भगिन्या उक्तमेव, प्रातिपदिकान्तनुं विभक्तिषु च इत्यनेन समस्तपदेषु णत्वं भवति, किन्तु अत्र तादृशी स्थितिः नास्ति, अपि च संज्ञापदं नास्ति. गीताञ्जलि भगिनी वदतु. परिपोषणं, तत्र परि उपसर्ग अस्ति, किन्तु पोषणं इति अखण्डपदम् इत्युक्ते निमित्तमपि निमित्ति द्वयोः एकमेव पदे स्तः, तत्र षकारनिमित्तमस्ति, तस्य परम् अकार अस्ति. अट्कुप्वाङ्नुम् व्यवायेपि इति सूत्रेण तु बाधा न करोति चेत् नकार णकार भवति एव. परिपोषणम् इति. उत्तमम्. पोषणम् इत्यत्र एव निमित्तमपि अस्ति, निमित्ती अपि अस्ति. षकारः निमित्तमस्ति. पोषणम् इति पुष् धातोः ल्युडन्तं खलु? आं भगिनि, पुष् धातु उदुपध धातुः. इदानीं वयं पाठं प्रति सरेम. भवन्तः सर्वे चतुर्दशाधिक एकशतं पुटं पश्यन्तु. चतुर्दशाधिक एकशतं पुटं, तत्र द्वितीय अभ्यासः अस्ति, तस्मात् आरभ्य किञ्चित् अवलोकयामः. शुभदा भगिनी, भवती एव आरम्भं करोतु. चतुर्दशाधिक 114 रे द्वितीयं यथोदाहरणं प्रश्नस्य उत्तरं लिखत. यथोदाहरणम् अत्र तु सन्धिः अस्ति, यथा उदाहरणं तत्र आद्गुणः इत्यस्य आद्गुणः इत्यस्य प्राप्तिः अस्ति. यथा अधिक उदाहरणम्, उदाहरणम् इति उत् योगः आयोगः रु धातोः ल्युडन्तरूपम्, उदाहरणम् इति नपुंसकलिङ्गे. प्रश्नस्य प्रश्न इति पृच्छ् धातोः क्तान्तरूपम् अस्ति वा? न, अहं दृष्टवती भगिनि, अहं वदामि. वदतु. पृच्छ् धातोः नङ् इति प्रत्ययः भवति. यज् याच् यत विच्छ प्रच्छाक्षो नङ् इति सूत्रेण प्रच्छ नङ्, अनन्तरं प्र छ अस्ति, अतः तत्र तुकागम भवति. ह्रस्व ह्रस्वस्वरात् परे छः चकारः अस्ति चेत् तुक्कागमः भवति छे च सूत्रेण. प्र तुक् छ योग नङ् इति. अनन्तरं तुक् अत्र तकारस्य शुत्वं न भवति. श्चोः शूड् अनुनासिके च इति सूत्रेण तुच् इत्यस्य शकारादेशः भवति. प्रयोग श योग न इति. अत्र स्तोः श्चुलाश्चुः इत्यस्य प्रसक्तिः अस्ति, परन्तु शात् इति निषेधसूत्रेण श्चुत्वं निषेध श्चुत्वस्य निषेधं भवति प्रश्न इत्येव तिष्ठति. प्रश्न उत्तम. भगिनि किं सूत्रं? यज याचि यत विच्च प्रचक्षो नङ् इति 3390. 3390. अस्तु अस्तु, धन्यवादः भगिनि. प्रश्नः इत्युक्ते जिज्ञासायां ज्ञातुम् इच्छा अस्ति चेत् प्रश्नं पृच्छामः खलु. आं भगिनि, भवती वदतु. अस्तु, तर्हि प्रश्नः इति प्रश्नस्य तत्र षष्ठी एकवचने प्रश्नस्य इति उत्तरम् इति तृधातोः रूपम्. उत्तृधातोः रूपम् उत् उपसर्गपूर्वकः तृ धातुतः अप् प्रत्ययस्य योजनेन उत्तरम् ऋदौ रतु सूत्रं भगिनी एकवारम् उक्तवती. उत्तरं दर्शिना भगिनी वदतु. धातुः सम्यक् अस्ति, तृधातु तरणे किल, तृधातु तरणे, तर्हि उत्तरं ज्ञात्वा तरामः इति. वयं जानीमः खलु उत्तरति, उत्तरति इति उत् उपसर्गपूर्वकः तरति. साधारणतया उत्तरं लिखत, तस्मिन् प्रसङ्गे उत्तरं ददातु, उत्तरतु, उत्तरति इति पदमपि योजयितुं शक्नुमः. उत्तरा उत्तरात् उत्तीर्णा भवति. उत्तीर्णा इति कीदृशं पदम्? क्ताप्रत्ययः अस्ति. तत्र किं भवति वदतु. विस्मृतवती भगिनी. तीर्ण इति रूपं सिद्ध्यति, किन्तु धातुः अस्ति तृ धातु, तृ दीर्घरूकारान्तधातुः. तत्रापि रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण तृ धातोः क्तान्तरूपं तीर्ण भवति. इकारः कथम् आगच्छति भगिनि तीर्ण इति? रुकारान्तधातुषु तत्र एकम् अन्यत् सूत्रमपि अस्ति, किन्तु क्तान्तरूपमेव उत् उपसर्गपूर्वकः तीर्ण उत्तीर्ण. ताप्रत्ययविषये अपवादसूत्राणि सन्ति, गुणः भवति कुत्रचित् कुत्रचित् स्थले गुणः भवति, कृताप्रत्यय अस्ति चेदपि अपवादसूत्राणि सन्ति. अहम् इदानीं न स्मरामि, परन्तु ताविषये तु भवति. श्रुधातोः रूपं शीर्ण, स्त्रुधातोः रूपं विस्तीर्णं विशीर्णं जीर्णं जीर्णं. जृ इति दीर्घरूकारान्तधातुः खलु, जृधातोः रूपं जीर्णं. गृधातुः अस्ति चेत् गीर्ण इति भवति. रदाभ्यां निष्ठातः नः पूर्वस्य च दः सूत्रेण एव तत्र कार्यमस्ति. दकारान्तधातुः अस्ति चेदपि इदमेव सूत्रं. भिद् धातुतः भिन्न, छिद् धातुतः छिन्न, ऋकारे रेफस्य अंशः अस्ति इति कृत्वा अनेन सूत्रेण एव तृधातोः रूपं तीर्ण भवति. अपि च यथोदाहरणं समस्तपदमस्ति इति कृत्वा अव्ययीभावसमासः अस्ति इति भावयामि. करोतु. अपि च तत्र अन्यत् एकं सूत्रम् अहम् अधुना एव दृष्टवती, ऋत इद्धातोः तत्र दीर्घ ऋकारान्तधातोः अङ्गस्य अन्तिमवर्णस्य इकारादेशः भवति इति दत्तमस्ति. अतः तत्र इक इ, परन्तु तत्र दीर्घ इ अस्ति खलु, तत् तदेव अहं चिन्तयामि कथं. किमपि सूत्रम् अस्ति तत्र ऋत इद्धातोः इत्यनेन ऋकारस्य इकारः, परन्तु तत्तु ह्रस्व इकारः अस्ति, परन्तु की स्मरामि किमपि अस्ति. भवान् भवती श्वः किं खादिष्यति? अहं श्वः पूरिकां खादिष्यामि इति वाक्यस्य रचनाम् अत्र अपेक्षिता अस्ति. भवान् भवती श्वः किं खादिष्यति? किं खादिष्यति इति खाद् इति धातोः लृट् लकारे प्रथमपुरुषे एकवचने खादिष्यति इति रूपं भवति. खाद् इति सेट् धातुः अस्ति, अतः तत्र इडागमः भवति. खाद्योगः स्यति, तत्र इडागमः भूत्वा खादि भवति. तदनन्तरं खादिष्यति भवति, परन्तु तदनन्तरं आदेशप्रत्यययोः इत्यनेन तत्र सकारस्य मूर्धन्यषकारः भवति, अतः खादिष्यति इति रूपं सम्पन्नम्। किं खादिष्यति, तत्र अहं श्वः पूरिकां खादिष्यामि, अत्र पूरिकाम् इति कर्मपदम्, अतः द्वितीयाविभक्तेः क्षम्यताम् एकवचनमस्ति पूरिकाम् इति। श्वः इत्युक्ते अनन्तरं दिनम्, अपरं दिनं। मिष्टान्नम् इति अस्ति चेत् मिष्टान्नम् इति पदस्य प्रसङ्गे वदतु। मिष्टान्नं भवती श्रुतवती खलु, मिष्टान्नं। आमामां, स्वीट्स् इति। मधुरखाद्यं, मिष्ट इति कृतान्तरूपमस्ति, अन्नं तदपि समस्तपदमेव। अपि च पायसं खादिष्यामि इति वदामश्चेत् पायसम् इति कीदृशं पदम्? पायसम् इति नपुंसकलिङ्गे वा, न जानामि भगिनि। पयः इति अस्ति खलु, पयः इत्युक्ते? हा, पयः इत्युक्ते दुग्धम्। उत्तमं, दुग्धमिति पदं दुह् धातोः रूपम्? आमां, दुह् धातोः कृतान्तरूपम्। तत्र दुह् धातोः लटि रूपं दोग्धि, दोग्धि आदादिगणे अस्ति चेत् तादृशं रूपं सिद्ध्यति खलु? आं भगिनि, दुह योगति। दुह् धातुः अदादिगणे अस्ति, उदुपधधातुः अस्ति इति कारणतः तिप्रत्ययं निमित्तीकृत्य गुणकार्यं भूत्वा दुह् दोः भवति, किन्तु तत्र अन्यानि सन्धिकार्याणि सन्ति इति कृत्वा दोग्धि इति लटिरूपम् अस्ति, किन्तु कृतान्तरूपम् अस्ति दुग्धम्। पायसम् इति पदं पयसा निर्मितं पायसं, तद्धितान्तं रूपं, तद्धितान्तं। पयः इति कीदृशं पदं, प्रातिपदिकं वदतु। पयस् इति प्रातिपदिकं सकारान्त, पयः, पयसि, पयांसि इति उत्तमम्। अग्रे सरतु। प्रातः कदा उत्थास्यति, प्रातः भवान् भवति श्वः प्रातः कदा उत्थास्यति इति प्रश्नम्। प्रातः इति तु प्रातर् इति रेफान्तप्रातिपदिकमस्ति, तस्य प्रातः इति भवति ऋत्वविसर्गौ। तदनन्तरं कदा इति प्रश्नार्थकसर्वनाम। उत्थास्यति, उत्थास्यति इत्युक्ते स्था इति धातोः उत् उपसर्गपूर्वकः स्था धातोः लृट् रूपम्। उत् योगः स्था योगः स्यति, तत्र उत् योगः स्था इति अस्ति, तत्र एतत् सूत्रं कार्यं करोति, विच् इस् एट् उदः स्था स्तम्भः, उदस्थास्तम्भोः पूर्वस्य, करेक्ट्। तेन सूत्रेण तत्र परिवर्तनं भूत्वा तत्र थ उद्योगः उत् उपसर्गः अस्ति चेत् तदनन्तरं स्था इति धातुः अस्ति चेत् सकार स्था इत्यस्य सकारस्य थकारादेशः भवति, थकारादेशः भवति स्थानेन्तरतमः इत्यनेन महाप्राणथकारः इति तस्य सकारस्य सवर्ण अतः तत्र उद्योगः थ थ था इति भवति, परन्तु तदनन्तरं झरोझरि सवर्णे इति आयाति इति मम चिन्तनं। झरोझरि झरोझरी सवर्णे सूत्रेण विकल्पेन थकारः तिष्ठति, विकल्पेन एक थकारः एव तिष्ठति। तदनन्तरम् उत् तत्र खरीच इत्यनेन उद् प्रथमं तु जष्ट्वं भूत्वा उद् भवति, तदनन्तरं तस्य उत् इति चर्त्वं खरीच इत्यनेन भवति, अतः उत् योगः था तत् उत्था इति भवति। तदनन्तरम् उत्थास्यति, तत्र स्यति इति लृट् लकारस्य प्रत्ययः, उत्थास्यति इति भवति। स्था धातुः अकर्मकधातुः, उत् उपसर्गस्य योजनेन परिवर्तनं भवति वा? भवति, सकर्मकः भवति, भवति वा? पश्यतु, भवान् कदा उत्थास्यति, हा देट् इस् उत्थापयति, क्षम्यताम्, हा निजन्ते सकर्मकः भवति। उत्थास्यति लृट् रूपं दत्तमस्ति, लटि रूपं किम्? उत्थास्यति उत्तिष्ठति उत्तिष्ठति उत्तिष्ठति इति लटीरूपम् उत्थापयति इति णिजन्तरूपम् णिजन्तलटीरूपम् अत्र उत्थास्यति कदा इति प्रश्नः अस्ति कदा इति प्रश्नस्य उत्तरं दातुमिच्छामश्चेत् कथं वक्तव्यम् सप्तमीविभक्तेः उपयोगं कृत्वा कदा इत्यस्य उत्तरं वयं दातुं शक्नुमः कदा इत्युक्ते सप्तवादने षड्वादने षड्वादने इति रामे इति तादृशः सप्तमीविभक्तेः रूपमस्ति इति मम चिन्तनम् अत्र प्रश्नस्य उत्तरं वदतु भवान् भवति श्वः प्रातः कदा उत्थास्यति अहं प्रातः सार्धपञ्चवादने उत्थास्यामि उत्थास्यामि उत्थास्यति उत्थास्यतः उत्थास्यन्ति एवं रूपाणि भवन्ति रुटिरूपाणि उत्थास्यति इत्यत्र उत्थानम् इत्यत्रापि उदहस्थास्तम्भौ पूर्वस्य सूत्रस्य प्राप्तिः अस्ति अपि च प्रातराशः इति पदमस्ति प्रातराशः इत्युक्ते प्रातराशः इत्युक्ते प्रातः अशः इति प्रातर् इति तस्य रेफान्तव्ययमस्ति अतः प्रातराशः सन्धिः भूत्वा प्रातराशः प्रातः अशः अशः वा आशः वा किमर्थं पृष्टवती इत्युक्ते प्रातराशः इत्युक्ते ब्रेक्फास्ट् ब्रेक्फास्ट् साधु भगिनी उत्तमरीत्या कृतवती धन्यवादाः धन्यवादः प्रातः इत्युक्ते प्रभातसमयः प्रभातकालः इति अपि वक्तुं शक्यते हा भगिनि किञ्चित् खण्डनम् अभवत् प्रातः तत् अव्ययम् अथवा पुंलिङ्गशब्दः वा अव्ययपदम् अव्ययपदं तत्र स्पोकन् सान्स्क्रित् मध्ये पुंलिङ्गे मास्क्युलैन् इति दत्तमस्ति प्रातर् इति रेफान्तव्ययम् रेफान्तव्ययम् अस्तु धन्यवादः प्रातः अत्र गीताञ्जलि भगिनी भवती वदतु कुत्र गमिष्यति भवान् भवति कुत्र गमिष्यः कुत्र गमिष्यति तत्र गम् तु रूपमस्ति गमिष्यति तत्रापि इडागम भूत्वा ग इकार आयाति गमिष्यति इति भवति उत्तरम् अस्ति अहं श्वः देवालयं गमिष्यामि कुत्र गमिष्यति इत्यत्र गन्तव्यस्थानमस्ति इति कारणतः द्वितीयाविभक्तेः प्रयोगः भवति यदा उत्तरं वदामः कार्यालयं गमिष्यामि इति वदामः कुत्र अस्ति इति प्रश्ने सति कथं वक्तव्यं सप्तमी विद्यालये अस्मि उत्तमं तादृशी स्पष्टता भवेत् उद्यानम् इति पदं श्रुतवती खलु आं भगिनि कीदृशं पदम् उत्तयोगः उत् उद्यान उत्तयोगः आनं वा यानं यानं हा उत्योगः यानम् उद्यानम् इति भवति हा युडन्तमस्ति किं भगिनि उत्तमम् गीताञ्जलि भगिनी भवती वदतु अदादिगणे या इति धातुः अस्ति या धातोः लटीरूपं याति याति इत्युक्ते गच्छति गत्यर्थकधातुः अदादिगणे अस्ति इति कारणतः शपः लुक् भवति इति कृत्वा केवलं वर्णमेलनेन धातुः या अस्ति तिङ् प्रत्ययः तिप् अस्ति याति लटीरूपं यानं कीदृशं पदम् युडन्तम् अस्ति यानम् उद्यानं भवती उद्यानं गमिष्यति वा हा अहम् उद्यानम् अहं श्वः उद्यानं गमिष्यामि इति शब्दकोशं दृष्टवती अतः वदन्ती अस्मि उद्याति क्रीडार्थम् अस्मिन् इति उद्यानम् उद्याति क्रीडार्थम् अस्मिन् उद्याति इत्युक्ते गोयिङ्ग् औट् उद्याति उत् याति उत् उपसर्गपूर्वकः याति उद्याति उद्याति इत्युक्ते गोयिङ्ग् औट् अस्तु गोयिङ्ग् अप् अपि उत् उद्याति गोयिङ्ग् औट् अण्ड् अप् अस्तु अप् अपि क्रीडामः यदा तदा अप्पे उड्डयति उत् पूर्वक डयति डयते इति उड्डयति इति रूपति अस्ति किल तत्र डयति इति महोदयेन उक्तं खलु डि धातोः रूपं तत्र महोदय रूपं साधयतु डयते डयते इति ओके डीङ्ग् डीङ्ग् इति धातुः अस्ति हलन्त्यम् इति सूत्रेण ङकारः इत्संज्ञा भूत्वा अपगच्छति ङित् ङित् धातु किल धातुः ङित् अस्ति इति कारणेन आत्मनेपदसंज्ञकः आत्मनेपदी भवति एवं धातोः ओके डयते ओके डि एतत् गुणस्य डि इति इगन्तधातुः एवं भुवादिगणे अस्ति किल दिवादिगणे अपि अस्ति भुवादिगणे अपि अस्ति ओके भुवादिगणे अस्ति इति कारणेन शप् इति विकरण प्रत्ययः योजितः एवं शकारः लशक् वदति ते इति सूत्रेण अपगच्छति इत्संज्ञा भूत्वा लोपः भवति एवं पकारः अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति अ एव अवशिष्यते एवं तिप् आत्मनेपदस्तेरे कर्गे महोदय डि इति इगन्तधातुः धातोः परं शप्रत्ययः अस्ति शप्रत्ययं निमित्तीकृ सार्वधातुकम् अपित् इति सूत्रेण सार्वधातुकम् अपित् इति सूत्रं भिन्नं सार्वधातुक आर्धधातुकयोः सूत्रं भिन्नं जानामि सार्वधातुकं पित् पित् एव तिंशित् सार्वधातुकम् इति सूत्रेण सः सार्वधातुकसंज्ञकः अस्ति एवं सार्वधातुक अर्धधातुकयोः इति सूत्रेण तस्य गुणस्य प्राप्तिः अपि भवति गुणस्य प्रसक्तिः तु इगन्तधातुः इति कारणेन गुणस्य प्रसक्तिः अपि अस्ति तस्मात् डि योगे अयोगे ते डि योगे अयोगे ते गुणः भूत्वा डे योगे अयोगे ते डे डै भवति एचो अयवायावः इति सन्धिसूत्रेण डे डै भवति डै योगे अयोगे ते डयते इति अन्तिमं रूपं सिद्ध्यति उत्तमं महोदय तदेव डे इत्यस्य गुणः भूत्वा डे भवति खलु भगिनी उत्तमम् अत्र शपं निमित्तीकृत्य डि इति धातुः इगन्तधातुः अस्ति इति कारणतः सार्वधातुकार्धधातुकयोः इत्यनेन ईकारस्य गुणः भूत्वा डे भवति तत्पश्चात् एचोयवायावः अधिकार्यं भूत्वा एकारस्य स्थाने ऐ आदेशः भवति इति कृत्वा डै योगः अयोगः ते अस्ति वर्णमेलनेन डयते इदानीम् अग्रिमं वाक्यं चतुर्थं वाक्यम् अस्ति गीताञ्जलि भगिनी भवती एव करोतु भवान् भवती श्वः मध्याह्ने कुत्र गमिष्यति तत्र मध्याह्ने इति अपि सप्तमी अस्ति कुत्र तु अव्ययपदं प्रश्नवाचक सप्तम्यां विभक्ति उत्तरम् अस्ति तत्र गमिष्यति पुनः गम् धातुतः इडागम भूत्वा स्या आयति अपि च योगाति गमिष्यति इति भवति स्या श्या भवति तत्र सूत्रमस्ति आदेशप्रत्यययोः. उत्तरमस्ति अहं मध्याह्ने पाकशालां गमिष्यामि. उत्तमम्. अत्र मध्याह्नः इति पदमस्ति खलु, तत्पदं कीदृशं पदम्? मध्याह्नः इति समस्तपदमिति मन्ये. मध्य तु दिनस्य भागे इत्युक्ते दिनस्य मध्ये. अह्ने अस्मिन् पदे तत्पुरुषसमासः अस्ति. तत्र पूर्वपदमस्ति मध्य, उत्तरपदमस्ति अहन्. अहन् इति प्रातिपदिकमस्ति, नकारान्तप्रातिपदिकमस्ति. अहन् प्रातिपदिकस्य रूपाणि कथं भवन्ति इति सर्वैः ज्ञातव्यानि. तत्र अहन् प्रातिपदिकस्य रूपाणि अहः, अहनि, अहानि एवं रूपाणि भवन्ति. अहन् इति नकारान्तशब्दः, नपुंसकलिङ्गशब्दः, अतः प्रथमाविभक्ति द्वितीयाविभक्तिरूपाणि समानानि. अत्र मध्याह्नः इति पदमस्ति, तस्मिन् पदे एकदेशसमासः अस्ति, अथवा तस्य अन्यनाम प्रथमातत्पुरुषसमासः इति वदामः. साधारणतया प्रथमातत्पुरुषसमासः इति नास्ति, एकदेशीसमासः इति वक्तव्यं भवति. भवन्तः सर्वे श्रुतवन्तः एव अपराह्णः, पूर्वाह्णः इत्यादीनि पदानि अपि सन्ति. अपराह्णः इत्युक्ते आफ्टर्नून्, अह्णः अपरभागः इति अर्थः. पूर्वाह्णः इत्युक्ते अह्णः पूर्वभागः. अह्णः इति षष्टिविभक्त्यन्तं रूपमस्ति. तत्र अह्णः इति षष्ट्यन्तं पदमस्ति. पूर्वाह्णः इत्युक्ते फोर्नून्, अपराह्णः इत्युक्ते आफ्टर्नून्, मध्याह्नः इत्युक्ते नून्. पूर्वाह्णः अपराह्णः इति पदद्वये अणत्वमस्ति, किन्तु मध्याह्नः इत्यत्र अणत्वं नास्ति. किमर्थम्? मध्याह्नः निमित्तमेव नास्ति. निमित्तमेव नास्ति मध्याह्नः इत्यत्र निमित्तं नास्ति. अपराह्णः, पूर्वाह्णः इत्यत्र निमित्तमस्ति. तत्र एकं विशिष्टं सूत्रम्, अणत्वविधायकसूत्रं ज्ञातव्यम्. अह्नोदन्तात् इति सूत्रेण अणत्वं भवति. पूर्वाह्णः, अपराह्णः, सर्वाह्णः इत्यादिषु पदेषु अदन्तं पदं पूर्वपदमस्ति, अपि च पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्त्यनकारः अस्ति इति कारणतः तत्र अह्नोदन्तात् सूत्रेण अणत्वं भूत्वा अणत्वसहितं रूपं तत्र लेखनीयम्. एकः प्रश्नः अस्ति भगिनि, तत्र गम् गम् धातु गमिष्यति तु गमृ गतौ धातुः किल, तर्हि गमृ धातु अनिट् अस्ति, तर्हि गमिष्यति इति रूपं कथम् आयाति? तदपि अपवादः एव. गमेरिट् परस्मैपदेषु इति विशिष्टसूत्रेण इडागमः भवितुं शक्नोति. विशिष्टसूत्रेण क्रू धातुः अपि अनिट् धातुः एव. तत्र रुद्धनोः स्ये इति सूत्रेण इडागमः भवति. एवमेव गम् धातुः अपि अनिट् धातुः एव, किन्तु तत्र गमेरिट् परस्मैपदेषु इति सूत्रेण इडागमः. अन्यः प्रश्नः, तत्र मध्याह्नः तत्र न आदौ उच्चारणीयं किल? उच्चारणीयं मध्याह्नः. अहन् शब्दस्य रूपाणि एकवारं पश्यन्तु, रूपाणि अस्माभिः ज्ञातव्यानि. अग्रे सरेम. इदानीं रोहिणी भगिनी भवती पठतु, अग्रे किं लिखितम्? भवान् भवति श्वः सायङ्काले किं करिष्यति? सायङ्काले ईवनिङ्ग्. अहं सायङ्काले भोजनं करिष्यामि. उत्तमं. करिष्यति, करिष्यति मा करोतु भोजनं, क्षम्यताम्. एवमेव अद्य एव एकादशी, श्वः नास्ति. करिष्यति इति रूपमस्ति खलु, करिष्यति इत्यत्रापि क्रू धातुः अनिट् धातुः एव. रुद्धनोः स्ये इति सूत्रेण धातुः रोकारान्तधातुः अस्ति इति कारणतः स्याप्रत्यये परे इडागमः भूत्वा करिष्यति इति रूपम् अग्रे सरतु। भवान् भवति श्वः गृहं कदा आगमिष्यति? अहं श्वः प्रातः सप्तवादने गृहम् आगमिष्यामि। उत्तमम्। अत्र कदा कदा इति लिखितमस्ति इति कृत्वा सप्तमी विभक्तेः आवश्यकता अस्ति। सायङ्काले, प्रातःकाले अथवा सप्तवादने, षड्वादने, सार्धसप्तवादने एवं सप्तमी विभक्तेः प्रयोगः भवति। अग्रे वदतु। भवान् भवती श्वः भोजनं कदा स्वीकरिष्यति? अहं श्वः मध्याह्ने भोजनं स्वीकरिष्यामि। उत्तमम्। अत्र भोजनं कीदृशं पदम्? भुज्ष इति पदस्य ल्युटन्तपदं भोजनम् इति। उत्तमम्। भुज् धातुः रुधादिगणीयः उभयपदी धातुः। भुज् धातुः भुनक्ति इति परस्मैपदरूपमस्ति, भुङ्क्ते इति आत्मनेपदरूपमस्ति। अस्य धातोः प्रसङ्गे एकं सूत्रमस्ति, भुजोनवने इति सूत्रमस्ति। भुजोनवने इति सूत्रेण अनवने इति तत्र सूत्रे पदमस्ति। इत्युक्ते खादनार्थे आत्मनेपदरूपं वक्तव्यम्। अत्र नुमागमः भवति किल? मितचोन्त्यात् पदः भवति। अस्य धातोः प्रसङ्गे एव भुजोनवने इति सूत्रं दत्तमस्ति। खादनार्थे, भक्षणार्थे आत्मनेपदीरूपमेव वक्तव्यम्। पालनार्थे परस्मैपदीरूपं वक्तव्यम्। महीं भुनक्ति इति रूपं साधु। अन्नं भुङ्क्ते एवं वक्तव्यम्। गते वर्गे महोदयेन पृष्टं खलु, भक्षणम् इति लुडन्तपदमस्ति, भक्षधातुः अस्ति। भक्षणमित्युक्ते खादनम्। अपि च स्वीकरिष्यति इति पदमस्ति। तत्र स्वी इति उपसर्गः नास्ति। नास्ति चेत् किं भवति? द्वाविंशति उपसर्गाः सन्ति, तेषु अन्यतमः स्वी नास्ति। तत्र किं वक्तव्यम्? तर्हि किं तत् समासः किम्? उपपदं वा? भगिनी अहं चिन्तयामि, अभूततद्भावे सम्पद्यकर्तरि च्विः इति एकं सूत्रमस्ति। अभूततद्भावे सम्पद्यकर्तरि च्विः इति सूत्रं, तेन सूत्रेण च्वि इति प्रत्ययः विहितः भवति। च्वि प्रत्ययान्तरूपाणि कथं भवन्ति? स्पष्टीकरोति, विमलीकरोति, अङ्गीकरोति, शुक्लीकरोति, तादृशानि रूपाणि सिद्ध्यन्ति च्वि प्रत्ययस्य योजनेन। सन्देहः। अभूत् अशुक्लं शुक्लं सम्पद्यमानं करोति, तदेव किल च्वि प्रत्ययस्य? तथा एव अत्रापि अस्वस्य स्वस्य करणम् एव स्वीकरणम् इति भवति वा? तादृशम् अत्र न दृश्यते, परन्तु शुक्लीकरोति इति ओके, अशुक्लं शुक्लं सम्पद्यमानं करोति इति वक्तुं शक्यते, परन्तु स्वीकरोति इति तस्य पूर्वम् अस्वीयं स्वीयं करोति, सम्पद्यमानं करोति इति कथं वक्तुं शक्यते? तत्र किञ्चित् क्लेशः दृश्यते। पुनः वदामि, अस्वस्य स्वस्य करणं चिन्तयन्तु, अस्वस्य स्वस्य करणम् एव स्वीकरणम्। स्वीकरणम् एकं पदं, स्वीकारः अन्यत् पदं, स्वीकरोति ईदृशानि पदानि यदस्माकं नास्ति तत् अस्मद्भवति इति। स्वी प्रत्ययान्तरूपम् अस्ति वा? स्वीकरोति इत्यत्र स्पष्टीकरोति, शुक्लीकरोति, विमलीकरोति इव स्वीकरोति अपि भवितुं शक्नोति वा? तर्कयुक्तं वाक्यं सम्यक् एव अस्ति। अस्तु, अग्रे सरेम। शुक्लं करोति इति चेत् शुक्लीयते इति एव भवति, शुक्लं करोति इति भवति इति चिन्तयामि। शुक्लीकरोति इति तु महोदयेन यदुक्तं तत् साधु एव अभूत तद्भावे सम्पद्यकर्तरि च्विः इति सूत्रमस्ति. शुक्लीयते इति पदमस्ति चेत् तत् पदं भिन्नं. सूर्यकुमारी भगिनी अग्रे पठतु. अल्पाहारे भवान् भवति स्वः अल्पाहारे किं पास्यति? अहम् अल्पाहारे दुग्धं पास्यामि. अल्पाहारः इति पदमस्ति, तत्र कीदृशमस्ति कार्यम्? अल्प आहारः अल्पाहारः समस्तपदमस्ति, सवर्णदीर्घसन्धि अस्ति. उत्तमं. विशेषणपूर्वपदकर्मधारयसमासः भवितुमर्हति वा? आं भगिनि, अल्पं च तत् आहारं च इति वक्तुं शक्यते किल? आहारः इति पुंलिङ्गपदम्. पुल्लिङ्गपदम् अल्पं च सः आहारः च, तत् अल्पः च सः आहारः च, तादृशम्. आहारः इति कीदृशं पदम्? आङ्पूर्वक हृधातोः घञ्प्रत्ययः. आ उपसर्गपूर्वकः हुरुधातोः रूपमेव आहारः. अल्पः च सः आहारः च इति वक्तुं शक्यते. विग्रहवाक्यं स्वीकारस्य कल्पद्रुमे दत्तमस्ति. अश्वस्य स्वस्यीकारः करणं स्वयोगः कृयुग घञ् अभूत तद्भावे च्वि इति अङ्गीकारः. तत्र अभूत तद्भावे अस्ति इति कारणतः दीर्घत्वम् ईकारस्य, ऐ मीन् स्वी इति दत्तमस्ति. अङ्गीकारः स्वीकारः कारः इति पदं पश्यामश्चेत् क्रूधातोः घञन्तरूपं कारः अस्ति. यथा आहारः हृधातोः हारः, पठस्ति चेत् पाठः, एवमेव घञन्तरूपमेव. पूर्वपदस्य च्वि अस्ति अङ्गीकार अङ्गी स्वी इति. उत्तरपदं घञन्तं भवितुं शक्नोति. समीचीनं वा इति चिन्तयन्तु. कल्पद्रुमम् एव वदति स्वयोगः च्वीयोगः कृयोगः घञ्. भगिनी भवती वदतु, अल्पाहारः प्रातराशः, द्वयोर्मध्ये भेदः अस्ति खलु? अल्पाहारः प्रातराशः. प्रातराशः प्रातर आं भगिनि, तत्र लोके ब्रेक्फास्ट् इत्यस्मिन् अर्थे एव वदामः, किन्तु द्वयोर्मध्ये भेदः अस्ति. पास्यति इति पदमस्ति खलु, वदतु. पास्यति पा धातुः, इन्को नास्ति चेत् शकार नास्ति, आदेशप्रत्ययोः इन्कोः सहसः इन् वर्ण नास्ति, आकार अस्ति चेत् सकार शकार न भवति. उत्तमम्. अत्र धातुः दीर्घ आकारान्तधातुः, अपि च अनिट् धातुः खलु? आं भगिनि. अनिट् धातुः अस्ति इति कारणतः इडनुकूलता नास्ति इति कारणतः पास्यति, दास्यति, धास्यति इति रूपाणि भवन्ति. तस्य लटीरूपं वदतु. पिबति. किमर्थं तावान् भेदः? पिब् आदे धातु आदेशः भवति पास्थाने. उत्तमं. सूत्रं न जानामि. पिबजिघ्र धमतिष्ठ मनयच्छ धौषीय सीदाः इत्युक्ते पिब आदेशः भवति. धातुः भुवादिगणे अस्ति. पिबयोगः आ शप् इत्यस्मात् अकारः आगतः, पिबयोगः आ इति स्थितिः अस्ति. तत्र कीदृशं कार्यं भवति? पिबयोगः अतोगुणे पिबति. उत्तमम्. अतोगुणे कृत्वा पूर्वरूपादेशः भवति खलु? आं भगिनि. अग्रे करोतु. किं सायङ्काले किञ्चित् क्रेष्यति? भवान् किं सायङ्काले किं किञ्चित् क्रेष्यति? अहं सायङ्काले फलानि क्रेष्यामि. फलानि क्रेष्यामि. उत्तमं. क्रेष्यामि रूपं कथं साधनीयम्? क्री क्रीन् धातुः स्या योगः ति इगुपदधातुः क्रे भवति कथं क्रीन् अत्र गणचिन्तनम् अनावश्यकम् ओके ओके किमर्थं गणचिन्तनम् अनावश्यकम् आर्धधातुकप्रत्यये चेत् सर्वधातुक अर्धधातुकयोः एकः गुणः भवति क्रे भवति क्रे योगः स्यति आदेशप्रत्यय अस्ति चेत् सकारषकार भवति क्रेष्यति उत्तमं क्रेष्यति इति लृट्लकाररूपमस्ति लृट्लकारः आर्धधातुकलकारः आर्धधातुकप्रक्रियायां गणचिन्तनम् अनावश्यकम् सार्वधातुकप्रक्रियायां गणचिन्तनं करणीयं क्रीधातोः रूपं किं भवति लटीरूपं क्रीणाति तत्र गणचिन्तनम् आवश्यकम् इत्युक्ते धातुः कस्मिन् गणे अस्ति धातुः नवमे गणे क्रियादिगणे अस्ति खलु उत्तमं भवती सम्यक् उक्तवती धन्यवादाः अग्रे इतोपि एकं वाक्यम् अस्ति दर्शना भगिनी भवती वदतु किं सङ्गीतं श्रोष्यति तत्र किं तु अव्ययम् अथवा नपुंसकलिङ्गे अस्ति इति स्वीकर्तुं शक्नुमः सङ्गीतं नपुंसकलिङ्गे अस्ति द्वितीयाविभक्तौ अपि च तत्र अन्यत् किं श्रोष्यति श्रोष्यति तु श्रुश्रवणे अस्ति परस्मैपदी अस्ति अपि च अनिट् अस्ति श्रुधातु स्यति इति प्रत्ययः परन्तु अहं क्रिया न जानामि प्रक्रिया न जानामि अरविन्द महोदय कृपया वदतु अत्र श्रोष्यामि अथवा श्रोष्यति इत्यत्र किं भवति इदानीमेव भगिनी उक्तवती तदेव स्वीकर्तुं शक्नुमः किल श्रु गुण भूत्वा श्रो भवति इति श्रु धातु न ड्रै इति श्रवणे श्रोष्यते तत्र लृट् अस्ति कृत् तसाति लृटो इति स्या प्रत्ययस्य योजनेन श्रोष्यति अर्धधातुकमस्ति कृत्वा गुणः भवति श्रो भवति श्रो स्यति इत्यक्षरस्य इटागमस्य नास्ति इति कृत्वा श्रो भवति स्यति इति तत्र आदेशप्रत्ययो इति ओकारकारणेन षकारं भवति श्रोष्यति इति वदति उत्तमं श्रु इति धातुः इगन्तधातुः अस्ति तालव्यषकारः रेफः उकारः त्रयः वर्णाः सन्ति तत्र अन्तिमवर्णः उकारः अतः इगन्तधातुः अपि च तस्मात् परं स्या इति आर्धधातुकप्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः अस्ति इति कारणतः स्या प्रत्ययं निमित्तीकृत्य आर्धधातुकप्रत्ययं निमित्तीकृत्य श्रु इति धातुरूपी अङ्गे सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति इति कृत्वा श्रो भवति श्रो योगः स्यति इति रूपम् अस्ति श्रुधातुः अनिट् धातुः इडागमयोग्यः नास्ति अतः अत्र इडागमः न दृश्यते अपि च श्रो इत्यत्र ओकारः अपि इन्कोः वर्णः अतः आदेशप्रत्ययोः इत्यनेन षत्वम् अपि च सङ्गीतं दर्शनभगिनी वदतु कीदृशं पदं तत्र सङ्गीतं तत्र किं सन्धि भूत्वा सङ्गीतम् इति भवति अनुनासिकसन्धिः इति अहं मन्ये गीताञ्जलिभगिनी कृपया वदतु सङ्गीतम् इत्यत्र सन्धिकार्यं कीदृशम् अस्ति परसवर्णादेशः भवति किन्तु तत्र विकल्पेन भवति वा नो चेत् नित्यरूपेण भवति वा इति वक्तव्यम् नित्यरूपेण भवति इति गोमती भगिनी भवती किं चिन्तयति प्रथमं तु संयोगः गीतम् सम् इति पदमस्ति समूनुस्वरः इति सूत्रेण अनुस्वरः आगच्छति हल् परे अस्ति चेत् अनन्तरम् अनुस्वारस्य ऐ परसवर्णः इति सूत्रेण एकमेव रूपं भवति पावसाने इति भवति चेत् तत्र रूपद्वयं भवति वापदान्तस्य वापदान्त चर्त्वस्य कृते वापदान्तस्य इत्यनेन विकल्पः भवति वापदान्तस्य इति सूत्रेण कार्यं भवति सम् इति उपसर्गः अपि पदमेव अतः वापदान्तस्य इति सूत्रेण परसवर्णादेशः भवति चेत् विकल्पेन रूपद्वयं भवति विकल्पः यत्र अस्ति तत्र परसवर्णादेशः भवति चेत् एकं रूपं परसवर्णादेशः न भवति चेत् अन्यद् रूपं सिध्यति अत्र शुभदा भगिनी इतोपि वदतु तदेव यद् भगिनी उक्तवती संयोगः गीतं तत्र प्रथमं तु सम् इति उपसर्गः अस्ति अतः तत् तस्य मूनुस्वारः इत्यनेन सम् इति अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन तस्य परसवर्णः भवति ङकारः आगच्छति किमर्थं चेत् परं ग इति गकारः अस्ति अतः तदनन्तरं वा पदान्तस्य इत्यनेन विकल्प रूपद्वयं सम्भवति सम् वित् अनुस्वारः एकं रूपम् अन्यत् रूपं सङ्गीतं तत्र ङकारः आगच्छति यतः रूपद्वयं भवति अपि च गीतम् इति गै इति गै इति धातुः तस्य प्रथमं तु आदेश उपदेशेशिति इत्यनेन गा इति भवति तदनन्तरं तस्य क्तरूपं क्षम्यतां गै योगः क्त प्रथमं तु आदेश उपदेशेशिति इत्यनेन गा इति भवति तदनन्तरम् इकारः कथम् आगच्छति घूमास्था गापा जहाति सांहलि घूमास्था गापा जहाति सांहलि इति सूत्रेण तस्मिन् सूत्रे ग इति धातोः प्रयोगः अस्ति तत्र ग इत्यस्य रूपं गी भवति गीयते गीतं गीतवान् इत्यादिषु रूपेषु घुमास्था गापा जहाति सांहलि सूत्रस्य प्रसङ्गः अस्ति यथा भवत्या उक्तम् अत्र आदेश उपदेशेशिति इति सूत्रेण ऐकारान्तधातुः आकारान्तः भवति अशित् प्रत्यये परे इति प्रथमः विषयः तस्मात् परं गा इत्यस्य रूपं गी भवति अस्य कर्मणि लटि रूपं किं भवति गीयते इति गीयते गीतं गीतवान् गीतिः इत्यादिषु गा इत्यस्य रूपं गी भवति घुमास्था गापा जहाति साम् हलि सूत्रेण भवति इति वार्ता वयं सर्वे मिलित्वा किञ्चित् चिन्तनं कृतवन्तः किन्तु किञ्चिदेव वयं पठितवन्तः पुस्तकात् सर्वविभक्ति इति सूत्रे विवरणं करोतु भगिनि तेन सूत्रेण अव्ययपदं भवति इति वार्ता तद्धित पदविच्छेदन तद्धित चास तद्धितः च असर्वविभक्तिः असर्व असर्व अभ्यक्तः पश्यतु भगिनि 1138 सूत्रं दत्तमस्ति किं लिखितं यस्मात् तद्धितान्तशब्दात् सर्वे विभक्तिप्रत्ययाः न विधीयन्ते तस्य अव्ययसंज्ञा भवति वयं सर्वे जानीमः खलु अतः इतः कुतः इत्यादीनि पदानि अव्ययानि इत्युक्ते तेषां रूपाणि सप्तसु विभक्तिषु न वर्तन्ते तेषां विभक्तिसंज्ञा केन सूत्रेण भवति इति प्रश्ने सति इदं सूत्रं ज्ञातव्यम् धन्यवादाः